नमः सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति धातुविज्ञानं प्रथमभागः इति. अत्र इत्संज्ञाप्रकरणम् इति विषये पुनरावलोकनं कुर्मः अद्य. गतसप्ताहे वयं दृष्टवन्तः यदा धातुभ्यः प्रत्ययाः विधीयन्ते तदा अस्माकं प्रथमं कार्यम् अस्ति अनुबन्धाः के इति ज्ञातव्यम्, अनन्तरं तस्य वर्णानां निष्कासनम्. निष्कासनम् इत्युक्ते बहिष्करणम् इति. कथं निष्कासनम् इत्युक्ते इत्संज्ञाविधायकसूत्रैः निष्कासनं भवति इति. येभिः सूत्रैः इत्संज्ञा विधीयते धातुषु प्रत्ययेषु आगमेषु आदेशेषु इति वयम् अद्य तस्य अवलोकनं कुर्मः. इदानीम् अत्र परिच्छेदः धातुविज्ञानं प्रथमभागः इति करपत्रे प्रश्नः उदेति अनुबन्धाः किमर्थम् इति परिच्छेदः अस्ति किल, तत् परिच्छेदात् आरभ्य पुनः पठामः अद्य. अमित्रा महोदय पठति वा? अस्तु भगिनि. प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव. अत्र अर्धमात्रा लाघवेन पुत्रोत्सवमन्यन्ते वैयाकरणाः इत्युच्यते. अर्धमात्रायाः अपि व्यर्थता न भवति, निबन्धानाम् अर्थाः सन्ति, तेषां प्रयोजनानि कार्याणि च सन्ति. अस्मिन् विषये एतावता अस्माभिः किञ्चित् दृष्टम्, अग्रे गत्वा इतोपि बहु किमपि दृक्ष्यामः. अधुना तावत् अवगम्यतां यथा वयं यदा आपणतः वस्तूनि आनयामः तर्हि यथा तस्मिन् एव रूपे तेषाम् उपयोगं न कुर्मः, तथैव धातूनां प्रत्ययानां च स्थितिः अपि अस्ति. तेषां विकृतिं साधयित्वा उपयुञ्जमहे. एवमपि ध्येयं लोके कतिचन पदार्थाः तादृशाः सन्ति, यथा आनयामः तथैव प्रयोगं कुर्मः. धातवः प्रत्ययाः अपि तादृशाः केचन सन्ति येषु अनुबन्धाः न भवन्ति, यथा भूधातुः भूसत्तायां तत्र कोऽपि अनुबन्धः नास्ति. प्रत्ययेषु यथा अप्रत्ययः तत्र अनुबन्धः नास्ति. वदतु महोदय. पर्याप्तं वा? आम् आम्. अत्र किं लिखितमस्ति, अनुबन्धाः युज्यन्ते इति वयं जानीमः, तर्हि तस्य किं प्रयोजनम् इति पृच्छति. प्रयोजनं तु अस्ति, तस्मादेव अनुबन्धाः योज्यामः. व्याकरणे अर्धमात्रा अपि व्यर्था न भवति. अग्रे गत्वा बहु किमपि दृक्ष्यामः एतद्विषये. अधुना अवगम्य इति वयम् आपणतः वस्तूनि आनयामः, तदा तेषाम् उपयोगं तस्मिन् रूपे एव न भवति. कोऽपि परिवर्तनं कृत्वा भवति. तावदेव विकृति धातूनां प्रत्ययानाम् अपि अस्ति स्थितिः. विकृतिं साधयित्वा उपयुज्यमाने. परन्तु केचन केचन धातु प्रत्ययः अस्ति यस्मिन् अनुबन्धः एव नास्ति. उदाहरणार्थे भूधातुः अप्रत्ययः अत्र अनुबन्धः नास्ति एव इति. अनुबन्धः इत्युक्ते किं महोदय? इत्संज्ञकवर्णाः ये अपगच्छन्ति, तस्य लोपः भवति. इत्संज्ञकयोग्याः इति अपि वक्तुं शक्नुमः. तत्र अर्थमात्रा भवति, लोपः भवति, तथापि कार्यमपि भवति, कार्यं तिष्ठति. आम् आम्. रूपं रूपम् अदृश्यते. तत्र अर्धमात्रा लाघवेन पुत्रोत्सवमन्यन्ते वैयाकरणाः इति उक्तिः दत्तमस्ति. तत्र लाघवम् एव पाणिनेः शास्त्रस्य प्रधानं वैशिष्ट्यम् इति वयं जानीमः. तत्र मात्रा इत्युक्ते उच्चारणकालं. तत्र वैयाकरणाः अर्धमात्रा मात्रया संक्षेपं कर्तुं शक्यन्ते चेत् पुत्रजन्मनि उत्सवम् इव ते मन्यन्ते. तत् ब्रेविटी बय हाफ सिलेबस्. महोदय मम कनेक्शन् भग्नम् पुनरेकवारं वक्तुं शक्नोति वा? ओ भवानेव वा? अहं जगन्नाथः. इदानीम् अनुबन्ध के इति भवान् पृष्टवती. महोदयस्य उत्तरं श्रुतवान् तस्मात् परं पुनः वदामि वा? इदानीं सम्यक् अस्ति वा कनेक्षन्? इदानीं सम्यक् अस्ति. अस्तु. अनुबन्धाः इत्युक्ते इत्संज्ञकयोग्याः. तस्य वर्णस्य यदा वयं इत्संज्ञा प्रकरणे सूत्रः सन्ति, सूत्राणि सन्ति, तस्य उपयोगं कृत्वा तस्य निष्कासनं कर्तुं शक्नुमः. यदा वयं धातुः तु अधः अस्ति. एकं उदाहरणम् अहं वदामि. प्रथमधातुः अस्ति अभ्यासः इति. तत्र भागे डुपचश् इति, तत्र डु इति अनुबन्धवर्णः, तस्य इत्संज्ञा भवति. इत्संज्ञयोग्यवर्णः डु इति, अतः तस्य एव नाम अनुबन्धः. तत् पच् इति यद् धातुः अन्तिमरूपम् आगच्छति तद् निरनुबन्धधातुः, निर् अनुबन्धधातुः, निरनुबन्धधातुः इति वदामः. अनुबन्ध अनन्तरं यद् धातुः आगच्छति तस्य एव वयं लौकिकरूपं पचति, पचतः, पचन्ति इत्येव रूपं साधयामः. अवगतं वा महोदय? आमां, धन्यवादः. तदेव अस्ति. तत्र अर्धमात्रा लाघवेन पुत्रोत्सवम् इव मन्यन्ते वैयाकरणाः इति उक्तिः अस्ति. तदेव अहम् आङ्ग्लभाषायामपि उक्तवती. ब्रेविटी बै हाफ् अ सिलेबल् इस् कन्सिडर्ड् बै ग्रमेरियन्स् एस् ईक्वलण्ट् टु द फेस्टिविटीस् आफ् टु द बर्त् आफ् अ सन् इति तस्मिन् काले. अस्तु अस्तु. तदपि वयं दृष्टवन्तः यदा भू धातुः स्वीकुर्मः चेत् तत्र अनुबन्धवर्णः किमपि नास्ति. तत्र अनुनासिकवर्णः वा किमपि नास्ति, भू एव अवशिष्यते. तत्र किमपि इत्संज्ञकवर्णः नास्ति इत्यपि वयं दृष्टवन्तः. अस्तु, रामनाथन् महोदय अग्रिमपरिच्छेदं पठति वा? तर्हि अत्र मूलधातुः कः अपि च अनुबन्धानां निष्कासानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्। परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन्नपि अनुबन्धाः के किं च अवशिष्यते इति विज्ञानम् अस्माकं भवेत्, तदा एव प्रक्रिया अग्रे अनुवर्तते। वृद्धान्ते डुपचष् पाके इति मूलरूपं पचति इति क्रियापदं, तत्र सामान्यतया धातुः पच् इति वदामः, परन्तु मूलतया डुपचष् इति रूपं वर्तते। तत्र केचन अनुबन्धाः सन्ति, आरम्भे डुः डु, अन्ते शकारः अपि चकारोत्तरवर्ति चकारः, चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ति। वर्ति इत्यस्य प्रातिपदिकं वर्तन् वृत् धातोः, त्रयाणामपि अनुबन्धानां इत्संज्ञा भवति, परं लोपः भवति, पच् इत्येव अवशिष्यते। ततः परम् अस्माभिः प्रत्यय कः इति चिन्तनीयं, यथा तव्यत् तत्र सकारस्य इत्संज्ञा लोपः च तव्य इति अवशिष्यते, तर्हि पच् योगः तव्य इति स्थितिः। एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्येत। वदतु महोदय, किम् अवगतम् इति। क्षम्यतां महोदय, वयं कुत्र भूतवन्तः इति कस्मिन् तत्र धातुसंज्ञा प्रथमकरपत्रे चतुर्थ पञ्चमपरिच्छेदः मूलधातुः कः, अनुबन्धानां निष्कानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्। मूलधातुः इत्युक्ते किं महोदय? धातुरूपं, मूलधातुरूपं भू पच् इति इदानीं मूलधातुरूपं पच् इति विषये मूलधातुरूपं किं? पच् एव न दुपचष् इति मूलधातुः। धातुपाठे यद् धातुः दत्तमस्ति तदेव मूलधातुः अस्ति, तस्य एव वयम् इत्संज्ञा सर्वं कृत्वा पच् इति रूपं साधयामः। अस्तु, तदेव दत्तमस्ति तत्र यदा डुपचष् इति धातुः स्वीकुर्मः चेत् तदेव मूलधातुः अस्ति. पचति इति क्रियापदम् आगच्छति. कथम् आगच्छति पचति? दुपचष् इति धातुः अस्ति. पचति इति रूपं कथम् आगच्छति इति प्रश्ने सति तत्र दु इति प्रथम यद्वर्णः अस्ति तस्य लोपः इत्संज्ञासूत्रेण भवति. अनन्तरं चकारस्य उपरि यद् अनुस्वारचिह्नं चन्द्रबिन्दुः वयं पश्यामः तद् चकारोत्तरवर्ति आङ्कारः तत् अकारस्य उपरि चन्द्रबिन्दुः अस्ति चकारोत्तरवर्ति आङ्कारः तस्य अपि लोपः आङ्कारस्य अपि लोपः चकारस्य लोपः न आङ्कारस्य लोपः भवति. अनन्तरं यद् मूर्धन्यषकारः अस्ति अन्ते तस्यापि लोपः भवति सूत्रेण. सूत्रं वयम् इदानीं पश्यामः परन्तु सूत्रेण एतत् वर्णस्य लोपः भवति वर्णानां लोपः भवति. अनन्तरं पच् इत्येव धातुः इदानीम् अवशिष्यते. पच् धातुः एव वयं पचति इति रूपं वयं साधयामः. आम् सूत्राणि अधः अस्ति वयं तत् सोपानेन गच्छामः. परन्तु प्रथमम् अवगन्तव्यं यत् एतत् एव अनुबन्धाः इति डू चकारोत्तरवर्ति अक आङ्कारः अनन्तरं षकारः मूर्धन्यषकारः तस्य इत्संज्ञा प्रथमं भवति अनन्तरं लोपः भवति इति एव तत्र दत्तमस्ति. अनन्तरं यदा वयं प्रत्ययः स्वीकुर्मः तव्यत् इति प्रत्ययः अस्ति तत् स्वीकुर्मः. पच् इति धातुः इदानीम् अस्माकं पार्श्वे अस्ति. अनन्तरं तव्यत् इति प्रत्ययः योजयामः तत्रापि तकारः अन्तिमतकारस्य लोपः भवति इत्संज्ञा लोपः भवति. अनन्तरं तव्य इत्येव स्थितिः पच् योगः तव्य तत्र किमपि कार्यं भवति अनन्तरं पक्तव्यम् इति रूपं निष्पद्येत. निष्पद्येत इत्युक्ते वयं साधयामः तदेव रूपम् आगच्छति पक्तव्यम् इति. अवगतं वा? चकारोत्तरवर्ति चकारोत्तरवर्ति इत्युक्ते चकारात् अनन्तरम् उत्तरं यदा चकारात् उत्तरं वर्तते उत्तरवर्ति. उत्तमम्. अनन्तरं माला भगिनी पठति वा? आं भगिनि. अतः धातुपाठे अस्माकं प्रथमं कार्यम् इत्संज्ञाविधानं निबन्धलोपः च. तदर्थम् इत्संज्ञाप्रकरणम् अस्ति. तत्र प्रथमसूत्रस्य प्रसङ्गे किञ्चित् वक्तव्यम् अस्ति विशेषः. तदा सर्वाणि सूत्राणि अवलोकयाम. उपदेशे जनुनासिक इत् इति प्रथमम् इत्संज्ञाविधायकं सूत्रम्. उपदेश अवस्थायां यः अच् अनुनासिकः अस्ति तस्य इत्संज्ञां करोति इदं सूत्रम्. उपदेशः नाम धातुः प्रत्ययः आदेशः आगमो वा. अनुनासिकः अच् नाम यस्मिन् अचि अम् इति अनुनासिकचिह्नम् अस्ति. बृहत् धातुकुसुमाकरे पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते. किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते. प्राचीनकाले इदं विज्ञानं ज्ञायते स्म. अद्य प्रायः इदं विज्ञानं न लभ्यते. अतः अस्मिन् आधुनिकयुगे स्वरविषये अस्माकं क्लेशः. तद् विज्ञानस्य अभावे बृहत् धातुकुसुमाकरे अपि अनुनासिकचिह्नानि न दत्तानि. किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात्. नाम यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्. अतः उपदेशे जनुनासिक इत् इति सूत्रेण तस्य लोपः जातः. अद्य इदम् इत्थम् इति वक्तुं कश्चन अन्योपायः नास्ति. ऊहया एव बोध्यम्। यथा गम् लृ धातुः अत्र लृ इति अच् वर्णः अनुनासिकः अस्ति, अतः उपदेशे जनुनासिक इत् इति सूत्रेण तस्य इक् संज्ञा भवति। तस्य लोपः इत्यनेन लोपः गम् इति अवशिष्यते। लृ अनुनासिकः अस्ति इति कथं ज्ञातम्? फलं दृष्ट्वा। प्रक्रियायां लोके च गम् इत्येव दृश्यते, अतः लृ इत्यस्य लोपः जातः। लोपः जातः चेत् उपदेशे जनुनासिक इत् इत्येव सूत्रेण अर्हति स्म, अतः लृ अनुनासिकः स्यात् इति अनुमानम् अस्माकम्। तर्हि यदि वयं धातुविषये पठामः, अस्माकं प्रथमं कार्यं भवति इत्संज्ञाविधानं, केषां लोपः भवति इत्यादीनि। तदर्थम् इत्संज्ञाप्रकरणं बहु मूल्यम् अस्ति। प्रथम इत्संज्ञाविधायकं सूत्रम् अस्ति उपदेशे जनुनासिक इत्। अत्र एकनिमिषः, अस्तु, प्रथमसूत्रमस्ति उपदेशे जनुनासिक इत्। अत्र वयं पश्यामः, यदि मूलधातु पश्यामः चेत् तत्र अनुनासिकः इति यस्य वर्णस्य उपरि चन्द्रबिन्दुः अस्ति, तदेव किं वदामः, तस्य लोपः भवति इति वयं जानीमः। पूर्वं यदा धातुपाठः भवति स्म तत्र चन्द्रबिन्दुः आसीत्, परन्तु अस्मिन् काले तादृशचन्द्रबिन्दुः न पश्यामः। तर्हि वयं कथं जानीमः तस्य लोपः भवति? वयं केवलं ऊहां कृत्वा एव जानीमः। यदि वयं मूलधातुं पश्यामः यथा डुप जश्, तत्र पच् एव इदानीं वयं पश्यामः। डुप जश् इत्यत्र यस्य उपरि चन्द्रबिन्दुः अस्ति, एकनिमिषः कुत्र, यस्य वर्णस्य उपरि चन्द्रबिन्दुः अस्ति तस्य लोपः भवति। परन्तु कदाचित् तादृशचन्द्रबिन्दुः अपि न भवति, परन्तु वयं अस्मिन् काले यत् पश्यामः, वयं कथं जानीमः केषां वर्णानां लोपः अभवत् इति इत्युक्ते, वयम् ऊहां कृत्वा एव जानीमः तत्र अनुबन्धः आसीत्। इदानीं वयं केवलं लौकिकधातुं पश्यामः इति। गम्लु विषये अपि वदतु भगिनि। हा, गम्लु विषये वयं पश्यामः, लृ गम् लृ, तत्र वयं कथं जानीमः लृ अनुनासिकः, कथं जानीमः हा गम् लृ इत्यस्मिन् मूलधातो धातौ तस्य लृ इत्यस्य वर्णस्य उपरि चन्द्रबिन्दुः नास्ति, परन्तु तद् अपगच्छति. तर्हि वयं कथं जानीमः तद् अपगच्छति इति? वयं लौकिकधातुं दृष्ट्वा गम् इति एव वयं पठामः इदानीन्तनकाले. तर्हि वयम् ऊहां कृत्वा जानीमः लृ इत्यस्य उपरि चन्द्रबिन्दुः पूर्वं स्यात्. वयं फलं दृष्ट्वा एव कदाचित् अनुमानं कृत्वा जानीमः तस्य लोपः अभवत् इति. अत्र यदा भवती उक्तवती दुपचष् इति, तत्र तु चन्द्रबिन्दुः, तत्र तु चन्द्रबिन्दुः अस्ति. कुत्र अस्ति? कुत्र अस्ति एकनिमिषः. दुपचष् च इत्यस्य उपरि अस्ति. यदा लोपः कुर्मः चेत् अथवा इत्संज्ञा कुर्मः चेत् कस्य वर्णस्य कुर्मः? डु इत्यस्य अनुनासिकविषये एव वदतु. अनुनासिकविषये अस्तु. डुप चष् तत्र डु ष गत्वा प च इति अवशिष्यते. तत्र प च इदानीं वयं जानीमः पच् इत्येव धातुः अस्ति, परन्तु यदि वयं पूर्वं यद् धातुः अस्ति तद् पश्यामः चेत् पच इति भवति. अ इत्यस्य उपरि चन्द्रबिन्दुः आसीत्, अतः तद् अकारस्य निष्कासनं भवति, पच् इत्येव अवशिष्यते. अस्तु, अकारस्य इत्येव अकारस्य. अस्तु, अनुनासिक अच् इति एव तत्र मुख्यबिन्दुः अस्ति. चकारस्य न भवति, अनुनासिकस्वरः अनुनासिक अच् इत्येव. उपदेश अवस्थायां यद् अनुनासिकः अच् अस्ति तस्य इत्संज्ञा भवति अनेन सूत्रेण. उत्तमं भगिनि, धन्यवादः. उपदेशः इत्युक्ते आद्य उच्चारणं, यदा पाणिनिः वा आद्य प्रथमं यद् उच्चारणं कृतवान् पाणिनिना, तदेव उपदेशः इति अर्थः अस्ति. उपदेशः इत्युक्ते मूलरूपम् इति अपि वक्तुं मूलरूपम्. आम् आम् आम् तदेव उच्चारणम् इत्युक्ते तस्मिन् काले उच्चारणमेव भवति किल, किमपि ग्रन्थः नास्ति, अतः एव आद्य उच्चारणम् इति उक्तवती. पाणिनिना, कात्यायनः, पतञ्जलिना आदि ऋषिभिः कृतं तदेव आद्य उच्चारणम् इति वदामः, तदेव उपदेशः इत्यस्य अर्थः. अस्तु, राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. एतदपि ध्येयं यत् यदि स्वरः अप्रेण वर्णेन सह उपस्थितः तर्हि कुत्रचित् तयोः एकं यूनिट् कृत्वा अप्रेण सूत्रेण इत्संज्ञा क्रियेत. यथा डुपचस् इत्यस्मिन् डकार उत्तरवर्ती वर्ती यः उकारः अस्ति सः उकारः अनुनासिक नास्ति. तत्र डु इति इत्येव एकं यूनिट् अस्ति, अतः अप्रेण सूत्रेण इत्संज्ञा साधयेत. अत्र यदा कदा तत्र कोऽपि स्वरः अस्ति अप्रेण अपरवर्णेन सह उपस्थितः अस्ति, यथा डुपचस् तत् ढ उ वर्णेन सह अस्ति तत्र एकं यूनिट् कृत्वा तेषां कार्यं भवति. तत् यथा निटुडवः आदौ निटुडवः यथा तत् डु तस्मिन् सूत्रे एकं वर्ण एकः वर्णः तत् आदिर्निटुडः यथा आदौ यः डु वर्णः आगच्छति उकारवर्ति ढकारः अस्ति तत् तत्र डु वर्णस्य डकारस्य अपि च वर्णस्य लोप इति संज्ञा भूत्वा तस्य लोपः भवति यद्यपि तत्र अनुनासिक न अस्ति तत्र उकारः या अस्ति डु वर्णे ड योग वर्णे तत्र अनुनासिकः न अस्ति परन्तु डु एकं यूनिट् भूत्वा तत्र इति संज्ञा न भवति तत्र तस्मिन् स्थले अग्रे अपि पठतु महोदय. तर्हि प्रथमं कार्यम् इति संज्ञा इति तदर्थं षट् सूत्राणि सन्ति तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते. त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु तत्कारणात् तत् इदानीं किमस्ति तत् प्रथमं कार्यम् अस्माकं प्रथमं कार्यमस्ति इति संज्ञा कृत्वा तत्र तत् तेषां लोपः दर्शनं लोपः भवति. तत्र षट् सूत्राणि सन्ति तेषु त्रीणि सूत्राणि प्रथमत्रयः सूत्राः तत्र धातुषु अपि च प्रत्ययेषु तेषां कार्यं भवति अपि च अन्यत् त्रीणि सूत्राणि सन्ति यत्र कार्यं प्रत्ययेषु एव प्रयुज्यन्ते धातुषु तेषां कोऽपि कार्यं न अस्ति यथा आदिर्निटुडवः चुटुलषकुतदीते क्षम्यतां शास्त्रतेयश चुटुलषकुतदीते तेषां कार्यं प्रत्ययेषु एव भवति धातुषु कार्यं न भवति. उत्तमं महोदय, धन्यवादः. विजया भगिनी अस्ति वा? आं भगिनी, एकः प्रश्नः अस्ति. आम् आम्. अत्र कोऽपि मूलधातु धातो एव अङ्का चन्द्रबिन्दु अङ्कारः भवति अङ्कार एव भवति वा उकार उपरि चन्द्रबिन्दु तत् अपि आमाम् किमपि अनुनासिक अच् तुपचष् मूलधातौ डु उपरि चन्द्रबिन्दु अस्ति इति अहं किमर्थं न उपामहे? किमर्थम् इत्युक्ते तत्र भिन्नसूत्रम् अस्ति डु इत्यस्मिन् विषये एव एकं सूत्रम् अस्ति तद् व्यक्तं भवति किल यदा वयं डु टकारस्य किमपि अन्यत् सूत्रेण लोपः कुर्मः उकारस्य उपदेशे अनुनासिक इत् इति सूत्रेण यदा वयं सूत्रद्वयम् उपयोगं कुर्मः चेत् तत्र तद् सूत्रं यस्मिन् द डु इत्यस्मिन् विषये एव एकं सूत्रं रचितवान् पाणिनिना किल तद् व्यक्तं भवति किल तद् न तद् न अस्माकम् इष्टं नास्ति. एकम् सूत्रं वयं स्वीकुर्मः चेत् अपि तस्य उपयोगम् अस्ति एव किमपि सूत्राणां व्यर्थता न भवेत् इति अतः एव वयम् ऊहां कुर्मः तत्र टकार डु उपरि चन्द्रबिन्दुः नास्ति इति. यथा किमपि वर्णस्य इत्संज्ञक सूत्रं नास्ति चेत् तत् समये एव तत् अच्वर्ण उपरि चन्द्रबिन्दुः अस्ति इति ऊहनीयं वा? आम् आम्. वयं फलं तु पूर्वमेव वयं ज्ञातवन्तः पच् इति धातुः इति वयं तु जानीमः अतः वयम् अनुमानं कर्तुं शक्नुमः कुत्र चन्द्रबिन्दुः अस्ति कुत्र न इति वयम् अनुमानं कर्तुं शक्नुमः. यदा सर्वदा स्मर्तव्यं भाषा प्रथममेव आसीत्, व्याकरणम् अनन्तरमेव आगच्छति इति. अतः भाषादृष्ट्या एव व्याकरणं रचितवान् पाणिनिना इति सर्वदा स्मर्तव्यम्. आं विजया भगिनी पठति वा प्रथमसूत्रं? नमस्ते भगिनी. एतत् विषये वयं पूर्वम् एव दृष्टवन्तः उपदेशे अजय अनुनासिके यत् माहेश्वरसूत्राणि प्रथमं भवत्या उक्तवती खलु, भवत्याः उक्त पूर्वमेव माहेश्वरसूत्राणि इति सूत्रसहित पुटे अन्तिम पुटे अस्ति उपदेशाय अनुनासिका यत् कुत्रचित् स्वरस्य इत् संज्ञा प्राप्तिः भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः कुतः पठति. एतत् पूर्वम् आसीत् खलु, एतत् अहं वदामि. तत्र डुबचस्ति लौकिक एतत् करपत्रात् करपत्रात् पठति वा भगिनि कृपया? इत्संज्ञाप्रकरणम् इत्संज्ञाप्रकरणम् चत्वारि सूत्राणि उपदेश अवस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमस्येषु इति. प्रथमबिन्दुः उपदेश अच् अनुनासिक इत्. उपदेशे इत्युक्ते तत्र धातौ प्रत्यये आदेशे आगमे अच्वर्णः अनुनासिकः चेत् तस्य इत् संज्ञा भवति. उपदेशे सप्तमविभक्ति अच् प्रथमविभक्ति, अनुनासिक अपि प्रथमविभक्ति, इत् प्रथमविभक्ति. अनेकपदमिदं सूत्रं. तत्र सूत्रं स्वयं सम्पूर्णं उपदेशे अच् अनुनासिकः इत्. विवरणं कर्तुं उपदेशे इत्युक्ते तत्र धातौ तिङ् प्रत्यये धातौ प्रत्यये प्रत्यये इत्युक्ते तत्र प्रत्ययमस्ति एतत् योजनेन प्रत्यये आगच्छति. आदेशः परिवर्तनमस्ति, आगमः अपि आदेशः इति मित्रत्वम्, आगमः इति शत्रुत्वम् इति वयं पूर्वमेव दृष्टवन्तः. अच्वर्णः इत्युक्ते तत्र सर्वे स्वराः सन्ति. तत्र अनुनासिकः चेत् तस्य इत् संज्ञा भवति. वयं पूर्वमेव दृष्टवन्तः द्विपच्यस् इति उदाहरणेन. उपदेशे सप्त उपदेशे इत्युक्ते तत्र सप्तमविभक्ति आगच्छति, अच् प्रथमविभक्तिः, अनुनासिकः अपि प्रथमविभक्ति, इत् संज्ञा अपि प्रथमविभक्ति इति रूपेण आगच्छति. तत्र अनेकपदमिदं सूत्रं चत्वारि सूत्राणि सन्ति. तत्र सूत्रस्वयं सम्पूर्णं सम्पूर्णमेव तत्र अस्ति. अग्रिमसूत्रेण सहायं कृत्वा इति न, तत्र सूत्रं स्वयं सम्पूर्णं उपदेशे अच् अनुनासिकः इत् इति. अत्र अच् अनुनासिकः इत् सर्वे प्रथमा विभक्ति अन्तम् इति उक्तवती. तत्र विशेषणं किं, विशेष्यं किम् इति वदति वा? विशेषणं तत्र उपदेशे एव उपरि अनन्तरम् आगच्छति. सर्वे विशेष्यमेव भवति खलु तत्र. अहं न चत्वारि स्वराः शब्दाः सन्ति तत्र भगिनि. तद् उत्तमम्. आं वदतु महोदय. अनुनासिकः विशेषणम् इत् पुष्पा भगिनी वा? ओ अस्तु, पुष्पा भगिनी. इत् विशेषणं तत् अच् अच् इति विशेष्यम्. उत्तमम्. अच् अनुनासिकः अच्. ईदृशः अच् इत्युक्ते अनुनासिकः अच् इति. उत्तमम्. उपदेशे इति विजया भगिनी तत्र उपदेशे इति सप्तम्यन्तं पदम् इति उक्तवती, तस्य अर्थः कः इति वदति वा? वयं पूर्वं दृष्टवन्तः सूत्राणां सप्तम्यन्तम् इति भवति चेत् किं भवति, अत्र तद् विषयम् अस्ति वा इति वदति वा? कार्यं पूर्वं भवति, निमित्तम् अनन्तरं भवति. अस्मिन् सन्दर्भे तदेव अर्थम् अस्ति वा? अहम् इत्संज्ञाप्रकरणे उक्तवती पूर्वं, स्मरति वा? तत्र भवती पूर्वमेव उक्तवती आद्य उच्चारण इति. उत्तमं, तदेव. अन्य कोऽपि स्मरति वा उपदेशे इत्युक्ते किम् इति? विषयसप्तमी. उत्तमम्, विषयसप्तमी अस्ति. उपदेश अवस्थायाम् इति, यदा वयं सूत्राणां विषये सप्तमी इत्युक्ते पूर्वकार्यम् इति दृष्टवन्तः, तादृशम् अत्र नास्ति. अत्र विषयसप्तमी उपदेश अवस्थायाम् अनुनासिकः अच् इत् भवति इत्येव एतत् सूत्रं वदति. अस्माकं पुस्तकं कृपया उद्घाटयन्तु. एकचत्वारिंशत् तमपुटे प्रथम अध्याये तृतीयपादः, तत्र इत्संज्ञाप्रकरणम् इति द्वितीयसूत्रम् अस्ति. श्रीवल्ली भगिनी द्वितीयसूत्रं पठति वा? आं भगिनि. फार्टि वन्, पेज् नम्बर् 41, अष्टाध्यायी सूत्रपाठः. आं भवती पठतु भगिनि. हलन्त्यम्, उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत्संज्ञा भवति. हल् प्रथमान्तम्, अन्त्यं प्रथमान्तं, द्विपदम् इदं सूत्रम्. अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत्. हलन्त्यं सूत्रेण उपदेशस्य अन्ते यत् हल् वर्णः अस्ति तत् हल् वर्णस्य इत्संज्ञा भवति. इत्संज्ञा भवति, तस्य लोपः भवति. ये सूत्रे हल् प्रथमान्तम्, अन्त्यं प्रथमान्तम्, द्विपदम् इदं सूत्रम्. अत्र अनुवृत्ति, क्षम्यताम्, अनुवृत्तिसहितसूत्रं सूत्रं पठतु भगिनि. उपदेशे अन्त्यं हल् इति, हल् हल् इत्. ये हल् वर्णः उपदेशे अन्तम् अस्ति चेत् हल् वर्णः इत्संज्ञा भवति. तत्र उपदेशे अन्त्यं हल् इत् तत्र अनुवृत्तिः कुतः आगतः इति अपि वदतु भगिनि. उपदेशे अच् अनुनासिक इत् सूत्रस्य उपदेशे उपदेशे अनुवृत्ति आगच्छति. अन्त्यं सूत्रम्, अन्त्यं तु सूत्रे एव अस्ति. अन्त्यं तु सूत्रमेव सूत्रे अस्ति. अन्त्यं हल् इत् उपदेशे अनुनासिक इत् सूत्रस्य सूत्रात् इत् अनुवृत्ति आगच्छति. इत् वर्ण तत्र एव एकं वार्तिकम् अस्ति, तदेव वयं प्रथमपरिच्छेदे पठितवन्तः. अग्नि कृपया म्यूट् कुर्वन्ति वा? अस्ति वा? आं, धन्यवादः, धन्यवादः. तत्र एकं वार्तिकम् अस्ति, तदेव अस्मिन् पुस्तके अपि दत्तमस्ति. पाणिनीयधातुपाठः इति पुस्तकमस्ति किल, द्वितीयपुस्तकं, तस्मिन् पुस्तके दत्तमस्ति. पेज् नम्बर् 3, तृतीयपुटे अस्ति. इर इत्संज्ञा वाच्या इति वार्तिकम् अस्ति एकं. यदा हलन्त्यम् इति सूत्रं वदति उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य लोपः भवति, क्षम्यतां, तस्य इत्संज्ञा भवति इति हलन्त्यं सूत्रं वदति. अत्र एव एकं वार्तिकम् अस्ति, इर इत्संज्ञा वाच्या इति वार्तिकम् अस्ति. तत्र किं भवति इत्युक्ते, यदा बिदिर् इति एकं तृतीयपुटे पेज् नम्बर् 3 पाणिनीयधातुपाठः इति पुस्तकम् अष्टाध्यायी नास्ति, पाणिनीयधातुपाठः इति पुस्तके तत्र यदा बिदिर् इति धातुः स्वीकुर्मः चेत् अन्तिम इर् इति वर्णः तस्य इत्संज्ञा भूत्वा बिद् इति अवशिष्यते इत्येव एतद् वार्तिकं वदति. उपदेशे उपस्थितस्य इर् अस्य इति शब्दसमूहः यूनिट् इति वयं दृष्टवन्तः किल, तत् शब्दसमूहस्य इत्संज्ञा भवति इत्येव एतद् वार्तिकं वदति. इर इत्संज्ञा वाच्या इति वार्तिकम् अस्ति. अन्ते अहं वार्तिकम् इत्युक्ते किम् इति पुनः वदामि एकवारं, परन्तु एतदेव एतद् वार्तिकं वार्तिकस्य अर्थः एतदेव अस्ति. यदा धातुषु उपदेशिक अवस्थायाम् इर् इति शब्दसमूहः अस्ति चेत् तर्हि तस्य शब्दसमूहस्य इत्संज्ञा भवति इति. एकम् अन्यद् उदाहरणमपि ददामि. आम् रेपः एव भव गच्छति किल, इकारस्य किमपि न भवति किल, न यदा बिधिर् इति धातुः तत्र रेपस्य एव हलन्त्यम् इति सूत्रेण, रेपः एव हल् वर्णः, हलन्त्यम् इति सूत्रेण रेपस्य एव इत्संज्ञा भवति. इकारं तत्र एव एतत् सूत्रे एतद् वार्तिकेन इर् इति समूहस्य एव अपगमनम् इत्संज्ञा. वार्तिकं भगिनि कात्यायनः, तद् अहं वदामि, वार्तिकस्य विषये अहं वदामि. आम् अत्र अनुनासिक केवलं स्वर स्वर स्वराणाम् एव वा व्यञ्जनानाम् अनुनासिकः एव तत्र भगिनि पुनः किमर्थम् इकारस्य उपरि अनुनासिकः न उपनीयं पुनः? तत्र किमपि विशेषकार्यमस्ति भगिनि, किमर्थम् एतत् सूत्रेण एव इर् इत्यस्य इत्संज्ञा भवति, किमर्थम् एकं रेपस्य हलन्त्यम् अनन्तरम् ईकारस्य उपदेशे अनुनासिक इत् इति सूत्रेण न इति अपि एकं सूत्रमस्ति, विशेषसूत्रमस्ति, केन येन कारणेन एतद् वार्तिकेन इर् इत्यस्य इत्संज्ञा भवति इति. यदा समयः तत्र एकम् अन्यद् उदाहरणमपि वदामि. दृश् इति धातुः वयं जानीमः, तत्र अपि दृशि इति अस्ति, तत्रापि एतत् सूत्रेण एव इर् इति शब्दसमूहस्य इत्संज्ञा भवति. अत्र किमर्थम् इति प्रश्नः इदानीम् आगच्छति किल, अतः तत्र 3157 इति एकं सूत्रम् अस्ति, इरितो वा इति. तत् सूत्रं वयं वर्गे न पठामः, यदा इच्छति चेत् पठतु तस्मिन् विषये अपि. 3157 इति अस्ति, 57 इरितो वा इति. अग्रे वयं वर्गे पूर्वं वयम् एतत् सूत्रं न दृष्टवन्तः इदानीं पर्यन्तं, यदा इच्छति चेत् पश्यतु. अस्तु भगिनि, अत्र ईषु चिर् शुच् अस्ति, अत्र ईकारस्य दीर्घ ईकारस्य अनुनासिक इत्यनेन वा? ओके, आमाम् आम् आम्, यद्यपि तत्र चिह्नं नास्ति, वयं शुच् इति धातुः वयं जानीमः, अतः अनुमानं कर्तुं शक्नुमः तत्तु उपदेश अच् इति अनुनासिकः अच् इति, अतः तत्र ई इत्यस्य तस्य इत्संज्ञा भवति. अनन्तरम् इर् इत्यस्य अपि एन वार्तिकेन भवति. भगिनी, ईरितो वा सूत्रं द्वितीय अध्याये एकपादे प्रथमपादे 57 खलु, 3157 तृतीय अध्याये. सम्यक् सम्यक् अस्तु, उत्तमम् अस्तु. इदानीम् अहं वार्तिकम् इत्युक्ते किम् इति स्पष्टीकरोमि यदा वयम् अनन्तरम् अग्रे गच्छामः. तत्र मुनित्रयम् इति व्याकरणलोके प्रसिद्धमस्ति. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. एतत् श्लोकः तु प्रसिद्धः एव अस्ति. तत्र वाक्यकारं वररुचिं, वररुचिः तस्य एव अपरनामः अस्ति कात्यायनः इति वार्तिकं रचितवान्, सः एव वार्तिकं रचितवान्. वार्तिकम् इत्युक्ते किम् इत्युक्ते स्टेट्मेण्ट् इव, सूत्रस्य समर्थनं वा आक्षेपं, सूत्रस्य आक्षेपं. सूत्रं तु पाणिनिना रचितं, तस्य समर्थनं आक्षेपं, किमपि पदं पाणिनिना त्यक्तं चेत् तस्य योजनम्, एतद् सर्वं कात्यायनः अथवा वररुचिः इति तस्य नामः, तस्य नाम सः वार्तिकरूपेण दत्तवान्. बहुभिः वार्तिककारैः वार्तिकानि रचितं, परन्तु तत्र माननीयमस्ति कात्यायनः एव, वार्तिककारः तु कात्यायनः एव, तस्य एव प्रसिद्धता अस्ति. महाभाष्यम् इति यत् पतञ्जलिना विरचितं, तत्र एव वार्तिकस्य व्याख्यान वार्तिकस्य प्रमाणम् अस्ति तत्र एव. महाभाष्य सूत्र महाभाष्ये तु सूत्राणामपि वार्तिकस्यापि व्याख्यानं पतञ्जलिना कृतम्. स्पष्टं वा? तदेव तदेव वार्तिकस्य विषये बहुत्र आगच्छति वार्तिकम् इति. तद् सूत्रस्य अवगमनार्थं पतञ्जलि महाभाष्यं पतञ्जलिः दीर्घलीय दीर्घलीय ह्रस्वलीय भगिनी, तत्र विसर्गः पतञ्जलिः पतञ्जलिः अनन्तरं विसर्ग एव पतञ्जलिः. भगिनी, कस्मिंश्चित् धातुपाठे भिदिर् धातोः इकारस्य चन्द्रबिन्दुः अस्ति. ओ, इर् इति एतत् सूत्र एतत् वार्तिके वार्तिकेन न गच्छति वा? वार्तिके वार्तिकस्य प्रयोजनं नास्ति डैरेक्ट्लि तत्र वा? हलन्त्यम् अजनुनास् उपदेशाजुनिक द्वयोसूत्रस्य सूत्राभ्याम् अपि कर्तुं शक्यते. सर्वत्र किं भवति इत्युक्ते महोदय, तत्र मतभेदः भवति. तत्र एकः व्याख्याता तस्य सः एवम् अङ्गीकुर्वन्ति, अन्य किमपि अन्यद् अङ्गीकुर्वन्ति. एतदस्ति इति सः एकं वदति, अन्यद् वदति न, अहम् एतादृशं मार्गः न स्वीकरोमि इति. अतः प्रायः मातृभिः पुस्तके एतद् दत्तमस्ति, अतः वयम् एतत् स्वीकुर्मः इदानीम्. अस्माकम् एतदेव पद्धतिः अस्ति किल, अतः एतद् वयं स्वीकुर्मः. अस्तु, अनन्तरं इत्युक्ते किं भगिनि? एतद् इत्युक्ते इर् इत् संज्ञा वाच्या इति सूत्रेण इर् इत्यस्य संज्ञा, एतद् वयं स्वीकुर्मः एतद् मार्गः. अस्तु, धन्यवादः. रघुपति महोदय. हा, नवविभक्तौ तु स्माः. विभक्त्यायां विभक्त्यां तवर्गीयवर्णः सकारः मकारः च इत् संज्ञकः न भवन्ति. विभक्तिश्च 1.4.104 इत्यनेन सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः. इदं सूत्रं हलन्त्यम् इत्यस्य अपवादः. तुश्च स च मश्च तेषाम् इतरेतरद्वन्द्वसमा तुस्मा इतरेतरद्वन्द्वः तुस्माः न अव्ययपदं. विभक्तौ सप्तम्यन्तं तुस्माः प्रथमान्तं त्रिपदमिदं सूत्रम्. अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हलः तुस्मा न इत इतः. नवविभक्तौ तुस्मा अपवादसूत्रमस्ति. पूर्वस्मिन् सूत्रे वयं दृष्टवन्तः हलन्त्यम् इति हल् यदि हल् वर्णः अस्ति उपदेशावस्थायां अन्त्यं हल् इत् संज्ञकः भवति. परन्तु विभक्त्यां तवर्गीयव्यञ्जनाः अपि च सकार मकार ईत्संज्ञक न भवति इति यत् सूत्रं सूचयति. विभक्ति अपि च विभक्ति इत्युक्ते किम् इति. विभक्ति इत्युक्ते विभक्तिश्च एतत् सूत्रेण वयं ज्ञातुं शक्नुमः. सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः. विभक्तिश्च इति सूत्रं प्रदर्शयति. अतः सुप् तिङ्प्रत्यये च सर्वे विभक्तिसंज्ञकाः. अतः तवर्गीय वर्णाः सकार मकार इसंज्ञक न भवति. हलन्त्यम् इति सूत्रस्य अपवादः एतत्. उत्तमम्. अत्र श्नम् इति विकर्णप्रत्ययः स्वीकुर्मः. एतत् सूत्रस्य प्रसक्तिः अस्ति वा महोदय तत्र? श्नम् अस्ति चेत् मकारस्य अस्ति. मकारस्य अन्तिमहल् वर्णः अस्ति मकारः. नविभक्तौ तुस्माः तु मीन्स् तवर्ग सकार मकार अस्ति. एतत् सूत्रस्य प्रसक्तिः अस्ति. अतः नम् एकनिमिषं नम् विकरणप्रत्ययः अस्ति एतत् सोरि विकरणप्रत्ययः अस्ति. अतः तस्य प्रसक्तिः नास्ति न विभक्तस्माः. केवलं सुप् तिङ्प्रत्यया एव एतत् सूत्रस्य प्रसक्तिः अस्ति. उत्तमं, तदेव. अतः मकारस्य लोपः भवति वा न भवति? मकारस्य लोपः भवति हलन्त्यं सूत्रेण. उत्तमं, तदेव उत्तमं. प्रश्नः अस्ति वा? मातुः पुस्तके तत्र अस्ति हलन्त्यम् इति उपदेशान्त्यं हलित् स्यात् डुपच इत्यत्र इष् शप् इत्यत्र इप् शन् इत्यत्र इष् इम् निच् भवति इति किं भवति किं भगिनि तत्र इषु इम् निच् इत्यत्र मातुः पुस्तके हलन्त्यम् इति सूत्रेण द्वितीयबिन्दुः अस्ति खलु तत्र मातुः पुस्तके पाणिनीय धातुपाठकः हलन्त्यम् इति निच् किमर्थम् आगच्छति तत्र? उदाहरणरूपेण दत्तमस्ति भगिनि. निच् इत्यत्र निच् इति प्रत्ययः अस्ति. तत्र नकारस्य चकारस्य च इत्संज्ञा भवति इति दत्तमस्ति. निश्चिति प्रत्ययः तत्र न निश्चिति प्रत्ययः उदाहरणरूपेण दत्तमस्ति. निश्चिति प्रत्यये नकारस्य इत्संज्ञा भवति वा न वा? भवति. नकारस्य इत्संज्ञा भवति, चकारस्य इत्संज्ञा भवति इत्येव दत्तमस्ति तत्र. चकारस्य हलन्त्यम् इति सूत्रेण भवति. नकारस्य विषये अत्र नास्ति, परन्तु तद् उदाहरणरूपेण दत्तमस्ति. तावदेव तत्र किमपि अन्यत्. धन्यवादः. भगिनि, अत्र श्नम् इति प्रत्ययस्य प्रश्नं पृष्टवतु न? विकरणप्रत्ययः. विकरणप्रत्ययस्य इत्संज्ञा परिपूर्णतया डिफ्रेण्ट् न विभक्तौ तुस्माः इति निषेधकसूत्रम् अस्ति. तत्र विभक्तिसंज्ञकः वर्णस्य एव लोप इत्संज्ञा भवति. श्नम् इति तु विकरणप्रत्ययः अस्ति. अत्र न विभक्तौ तुस्माः इत्यस्य कार्यं नास्ति. तदेव हलन्त्यम् इति सूत्रेण तत्र मकारस्य लोपः भवति एव. एतत् सूत्रं तत्र कार्यं न करोति. न विभक्तौ तुस्माः तत्र कार्यं न करोति तत्र. तदेव अहम् उक्तवती. भगिनि, सुप् प्रत्ययः तिङ् प्रत्ययः एव विभक्ति संज्ञका वा? सुप् द्वा एकविंशतिः सुप् प्रत्ययः अष्टादश तिङ् प्रत्ययाः एव विभक्तिसंज्ञकाः. भगिनी, एकविंशतिः खलु भगिनी? आम्, किम् उक्तवती अहम्? आम्, एकविंशतिः एव उक्तवती किल. तत् तिङ् तिङ् तिङ् अष्टादशं, सुप् एकविंशति. विभक्तिः इति एकं सूत्रमस्ति. विभक्तिश्च इति सूत्रमस्ति. तत् सूत्रम् एकनिमिषम् अग्रिमपुटे एव अस्ति. तत् विभक्तिश्च इति सूत्रं 45 किल, 45 आम् 45 पेज् पुटसङ्ख्या तत्र अस्ति. विभक्तिसंज्ञा इति तत्र विभक्तिश्च इति सूत्रं, तस्मात् पूर्वं सुप् इति प्रत्ययः अस्ति, तदेव अनुवृत्तिरूपेण आगच्छति. अनन्तरं तिङ् इति प्रत्ययः अपि अस्ति. एकाधिक एकशतम् इति तिङ् इति प्रत्ययः अस्ति. 3 अधिक 100 इति सुप् इति प्रत्ययः अस्ति, तदेव अनुवृत्तिरूपेण आगच्छति. तिङ् सुप् विभक्तिसंज्ञकः, विभक्तिसंज्ञा प्राप्नोति. उत्तमम्. अस्तु, प्रिया भगिनि, आदिर्निटूडवः. आदिर्निटूडवः उपदेशस्य आदौ नी तु रु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत् संज्ञा भवति. नी तु रु एते निबन्धाः धातुषु एव भवन्ति, अतः इदं सूत्रं वस्तुतः धातूनां कृते. निः च टुः च दुः च तेषाम् इतरेतरद्वन्द्वः नितुरु बहुवचने नितुडवः गुरुशब्दः इव. आदिः प्रथमान्तं, नितुडवः प्रथमान्तं, द्विपदं सूत्रम्. आदिः इति इत् इति च बहुत्वे एकवचनम्. अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः निटुडवः इतः. एतत् सूत्रं धातुषु एव प्रयोगं करणीयम्. किमपि धातु आदौ वर्णः नी वा टु वा धू वा अस्ति चेत् तस्य इत् संज्ञा भवति, तस्य लोपः भवति इति सूचयति. आदिः इति प्रथमान्तम्, निटुडवः इति प्रथमान्तं, द्विपदमेव सूत्रमस्ति. अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः निटुडवः इतः. उपदेशे पदम् उपदेशे अज अनुनासिकः अथवा इत् अपि तत् सूत्रात् अनुवृत्तिः भवति. धातोः कस्मात् पुस्तकम् अस्ति किल भगिनि, तत्र पश्यतु. पश्यति वा तत्र उवादयो दातवः इति सूत्रमस्ति किल, प्रथमसूत्रं तस्मात् आगच्छति. ओ दातवः इति दत्तमस्ति, तस्य विभक्तिपरिणामं कृत्वा आगच्छति. तदेव तत्र, अत्र तु वर्णसमूहस्य संज्ञा भवति. पुस्तकं अष्टाध्यायीसूत्रपाठः इति पुस्तके प्रथमसूत्रमस्ति, प्रथमाध्याये तृतीयपादस्य प्रथमसूत्रमस्ति भुवादयो दातवः इति. तस्मात् सूत्रात् धातोः इति अनुवृत्तिः अत्र आगच्छति. आदिनिटुडव यद्यपि प्रथम त्रीणि सूत्राणि विभक्ति अपि धातोः एप्लै भवति इति दत्तमस्ति. अतः परन्तु अत्र केवलं ई आदिनिटुडव निटुडु धातूनाम् एव भवति, प्रत्ययः न भवति वा? न भवति प्रत्ययः, तादृशं प्रत्ययः एव नास्ति. अतः एव अस्ति चेत् प्रायः तादृशं प्रत्ययः एव नास्ति. अतः एतद् पाणिनिना एक्स्क्लूसिव्लि धातोः कृते निर्माणं कृतवान्. तत्र वर्णसमूहः इति ज्ञातव्यं. नी टु डु इति वर्णसमूहः, यूनिट् इति यदा वयं पूर्वं दृष्टवन्तः, तत्र वर्णसमूहः, तद् मनसि भवेत् सर्वदा. अनन्तरं जगन्नाथमहोदय पठति वा? अस्तु. त्रीणि सूत्राणि उपदेशावस्थायां प्रत्ययेषु एव शफ् प्रत्ययस्य आदौ षकारः अस्ति चेत् तस्य इत्संज्ञां भवति. शफ् प्रथमान्तं प्रत्ययस्य षष्ठ्यान्तं द्विपदम् इदं सूत्रम्. अनुवृत्तिसहितं सूत्रम् उपदेशे प्रत्ययस्य आदिः शः शः इत् उपदेश शका मूर्धन्यषकार यदि उपदेश धातुषु अस्ति चेत् तस्य इत्संज्ञा भवति. उदाहरणार्थं भवती वक्तुं शक्नोति वा? आम्, तत्र श्यङ्ग् इति एकं प्रत्ययः अस्ति, श्यङ्ग् इति, तत्र मूर्धन्यषकारः आदौ अस्ति, तस्य इत् संज्ञा भवति. अनन्तरं ञकारस्य अपि हलन्त्यम् इति सूत्रेण इत् संज्ञा भूत्वा यकारः एव अवशिष्यते प्रत्ययस्य विषये एव. यदा षकारः आदिमवर्णः अस्ति चेत् तस्य संज्ञा भवति. चुटु अपि पठतु महोदय. चुटु प्रत्ययस्य आदौ चवर्गीय पुस्तके अपि अस्ति भगिनि. सः प्रत्ययस्य प्रत्ययस्यादि षकारः इत् संज्ञा भवति. शाका शाकण् आक् पृण् उ पिण् उ तत्र एतत् वदति वा भगिनि तत्र किमस्ति? तदेव अस्ति भवती यदुक्तवती तदेव. शाकन् इत्यस्य शकारस्य लोपः भूत्वा, क्षम्यताम्, इत्संज्ञा भूत्वा आक इत्येव अवशिष्यते. तत्तु प्रत्ययः अस्ति, आक इति प्रत्ययः. तादृशमेव श्वून् इति, तत्रापि शकारस्य इत्संज्ञा उकारः एव अवशिष्यते. धन्यवादः. धन्यवादः. आम् महोदय, अस्ति वा? प्रत्ययस्य आदौ चवर्गीय अथवा टवर्गीयः वर्णः भवति चेत् तस्य वर्णस्य इत् संज्ञा भवति. चुश्च तुश्च तयोः इतरेतरद्वन्द्वः चुटु द्विवचने गुरुशब्द शब्दः इव. चुटु प्रथमान्तम् एकपदमिदं सूत्रं वचनविपरिणामं क्रियते. अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ. हे चवर्गीय टवर्गीय च एतेषु एते दश वर्णाः आगच्छन्ति चेत् प्रत्ययस्य आरम्भे तेषाम् इत्संज्ञा भवति इति लघुरूपेण एतस्य अर्थः. उत्तमं. तत्रैव नुवूल् इति प्रत्ययः वयं जानीमः, तत्र आदौ स्थितस्य नकारस्य इत्संज्ञा. तत्र नूल् प्रत्यये के वर्णाः आगच्छन्ति यस्य प्रत्यये प्रत्ययेषु? नुवूल् इति प्रत्यये नकारस्य तु इत्संज्ञा चुटु इति सूत्रेण भवति. लकारस्य तु हलन्त्यम् इति सूत्रेण भूत्वा वू इत्येव अवशिष्यते. अनन्तरं तत्तु अक् इति भवति, तद् अन्यत् सूत्रेण, परन्तु एतत् वू एव अवशिष्यते. वू स्थाने अख इति आगच्छति. नुवूल् इति प्रत्ययः अत्र वचनविपरिणामं क्रियते इति दत्तमस्ति. यदा चुटु इति द्विवचने अस्ति, अतः आदि इति यद् अनुवृत्तिरूपेण आगच्छति तस्य द्विवचनरूपम् आदि आदि इति. इतौ इत्यपि द्विवचनं तदेव. तदेव वचनविपरिणामम् इति. उकारस्य स्थाने नुवूल् इति प्रत्यये उकारस्य स्थाने अख इति आगच्छति अन्यत् सूत्रेण. यदा वयं नुवूल् इति प्रत्ययविषये पश्यामः तस्मिन् समये अहं वदामि. रामनाथन् महोदय, भवतः प्रश्नः किम् आसीत्? द्वितीयम् आमामाम् तत्र वचनविपरिणामं क्रियते इति दत्तमस्ति अनुवृत्तिसहितसूत्रं तत्र उपदेशे प्रत्ययस्य आदि इति दीर्घमस्ति किल आदि इत्येव अनुवृत्तिरूपेण आगच्छति आदिर्निटूडवः इति सूत्रात् आदि इति पदमेव अनुवृत्तिरूपेण आगच्छति परन्तु अत्र चुटु चवर्गः टवर्गः अतः द्विवचनं किल चुटु इति दत्तमस्ति चुटु इति नास्ति चुटु इति दीर्घं दीर्घ ऊकारः अस्ति चवर्ग टवर्गः इतरेतरद्वन्द्वः इति दत्तमस्ति चुटु इति द्विवचने अस्ति अतः आदि इति पदस्य अपि आदि इति दीर्घं द्विवचने अस्ति मुनिः मुनि मुनयः तादृशम् इतौ इत्यपि द्विवचने अस्ति भगिनि पूर्वे परिच्छेदे अपि तावदेव स्थितिः अस्ति तत्र एक वाक्यमस्ति आदिः इति इत् इति च बहुत्वे एकवचनं तस्य अर्थ तु अवगतं वाक्यरचना न अवगतं बहुत्वे एकवचनम् इत्युक्ते बहु यदा यद्यपि तद् नी टु डु इति वर्णसमूहः बहुवचनमेव किल यदा चुटु इति इदानीं वयं वदामः द्विवचनम् इति तत्र नी टु डु इति बहुवचनम् अस्ति तदापि तस्य आदिः इत्येव क्षम्यतां तत्र तु आदयः इति बहुवचने श्रूयते वा श्रूयते आम् आदयः इति दत्तमस्ति आदयः इत्येव दत्तमस्ति किल तत्र परन्तु सूत्रे आदि इति सूत्रे तु एकवचने प्रयोगम् अस्ति अनुवृत्तिसहितसूत्रे तु सम्यक्तया आमामाम् वाक्यरचना न अवगता बहुत्वे एकवचनं बहुत्वे इत्युक्ते बहु नीटूडु इति बहुत्वे अस्ति चेदपि एकवचनम् इति आदिः इत्येव दत्तमस्ति परन्तु नीटूडवः इति बहुवचनमेव गुरवः इति नीटूडु अवगतं वा महोदय न वा अपि भवत्या उक्तं खलु भगिनी मुनयः उच्चारणार्थे प्रायः आम् प्रायः उच्चारणार्थम् अपि सम्यक् एव किमर्थम् इत्युक्ते आदयः निटूडवः इति अत्र दत्तमस्ति चेत् अनुवृत्तिरूपेण यदा आगच्छति तत्र किञ्चित् क्लेशः अपि भवति उच्चारणमपि सम्यक् न भवति एकमेव सूत्रं पुष्पा भगिनी पठति वा लशक्व तद्धिते आं भगिनि लशक्व तद्धिते प्रत्ययस्य आदौ लकारः यषकारः कवर्गीय चवर्णः च वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति किन्तु तद्धित प्रत्यये न लश्च शश्च कुश्च तेषां समाहारद्वन्द्वः लशकु न तद्धितम् अतद्धितं नन्तत्पुरुषः तस्मिन् अतद्धिते लशकु प्रथमान्तम् अतद्धिते सप्तम्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते प्रयत्नं करोमि लकारः शकारः कवर्गीयः ते सर्वे क ख ग ञ एते सर्वे वर्णाः अस्ति चेत् तस्य संज्ञा भवति. किन्तु तद्धितप्रत्यये तत् नास्ति इति. उत्तमं, तदेव अस्ति तत्र. तद्धितप्रत्ययं वर्जयित्वा अन्यत्र यत्र अपि आदौ षकारः कवर्गः अस्ति चेत् आदौ लकारः षकारः कवर्गीयवर्णाः सन्ति चेत् तद् संज्ञा भवति. तत्र कथम् एता समाहारद्वन्द्वः इति लशकु इति वदनं विवरणं कृतं. न तद्धितं तद् अतद्वितम् इति वदनेन न तद्धितम् इति नन्तत्पुरुषः अस्ति तस्मिन् अतद्विते. लशक् लशकु अतद्विते इति. वकारः आयाति लशकु प्रथमान्तम् अतद्विते सप्तम्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहित उपदेशे प्रत्ययस्य आदि लशकु इति इत् अतद्धिते इति वदति. अतद्धिते अस्ति चेत् इत्लोपः विधिः अपि पठतु भगिनि. हा, इत् लोपविधिः. एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत् संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति. तस्य लोपः इत् संज्ञकः सवर्णस्य लोपः लोपो भवति. तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् उपदेशे जनुनासिक् जननासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः षष्ट्यर्थे. अनुवृत्तिसहितसूत्रं तस्य इतः लोपः. अत्र इतः इति अनुवृत्तिसहितसूत्रे अस्ति. इतः तु षष्ट्यन्तं षष्ट्यर्थे अस्ति. अत्र इत्संज्ञा भवति इत्संज्ञा इति वदनेन कथं अवगन्तम् इति सूचयति. इत्संज्ञा इति वदनेन तस्य लोपः भवति. तस्य लोपः इति सूत्रेण तत्तु लोपः भवति इति. वर्णस्य लोपः भवति. वर्णस्य लोपः भवति इति एतत् सूत्रं वदति. इदानीं पर्यन्तं एतानि सूत्राणि वयं दृष्टवन्तः. तत्तु संज्ञासूत्राणि सन्ति. एतत् लोपविधिः इति दत्तमस्ति. तस्य लोपः इति तत्तु विधिसूत्रमस्ति. येन विधिः विधीयन्ते, कार्यं विधीयन्ते. कार्यम् इत्युक्ते अस्मिन् स्थले इत्संज्ञकवर्णस्य लोपः, अदर्शनं लोपः इति वयं दृष्टवन्तः. तस्य वर्णस्य अदर्शनं इत्येव एतत् सूत्रं वदति. स्पष्टं वा प्रश्नः अस्ति वा? प्रश्नः भगिनि, तद्धिते तद्धिते इति अपत्यार्थमेव आगच्छ न तद्धितप्रत्यय न अपत्यमपि तद्धितप्रत्ययः अस्ति. अपत्यम् एव इति न, तद्धितप्रत्ययः पञ्चमाध्याये आम् अष्टाध्यायस्य पञ्चमाध्याये तद्धितप्रत्ययाः सन्ति. बहवः सन्ति तद्धितप्रत्ययाः. तस्मिन् एकम् अस्ति अपत्यम् इति. तत्र एतद् सूत्रं कार्यं न करोति इति एतद् वदति. लकारः षकारः कवर्गः आदिमवर्णः अस्ति चेत् तदितप्रत्यये एतत् सूत्रं तत्र कार्यं न करोति इति वदति. तदितप्रत्यये कार्यं न करोति, अन्यत्र करोति. अस्तु भगिनि, धन्यवादः. आम् उत्तमम्. तत्र यदा अनुवृत्तिः इति यद् भागमस्ति तद् वयम् इदानीमेव दृष्टवन्तः, अतः तद्वयं त्यजामः इति मम चिन्तनम्. अनन्तरम् अभ्यासः इति यद् भागमस्ति तद् कृपया पूरयन्तु पुनः. एतद् अस्माकं पूर्वतनध्वनिमुद्रणे अपि एतद् अस्ति, वयं कृतवन्तः तदेव. पुनः इत्संज्ञाप्रकरणम् इति पाठे यद् अभ्यासः अस्ति तदेव अत्र अस्ति, तदेव उदाहरणानि अत्रापि अस्ति. अतः पुनः कुर्वन्तु ये न कृतवन्तः प्रथमवारम्. अनन्तरम् उत्तरमपि तद् ध्वनिमुद्रणं श्रुत्वा सम्यक् इति अस्ति वा इति परिशीलनं कुर्वन्तु. प्रश्नः अस्ति चेत् अग्रिमसप्ताहे प्रष्टुं शक्नुवन्ति. तत्र द्वितीयकरपत्रमस्ति, धातुसंज्ञा इति द्वितीयकरपत्रं. समयः नास्ति, परन्तु एकं तत्र किमपि उक्त्वा अहं समापयामि. अत्र तत्र धातुविज्ञानम् इति द्वितीयकरपत्रे बहु किमपि अस्ति. यदा वयं प्रथमम् अनुबन्धकार्यं कुर्मः, अनन्तरं द्वितीयसोपानं किम् इति एतत् करपत्रं वदति. तत्र कार्य चतुष्टयमस्ति, सत्वं, नत्वं, नुमागमः, उपधादीर्घः इति कार्यचतुष्टयमस्ति. तत्र सत्वम् इति कार्यमेव वयम् अग्रिमसप्ताहे द्रक्ष्यामः. तस्मात् पूर्वम् एकं वदामि, तस्य विषये चिन्तनं कुर्वन्तु गृहपाठरूपेण. अष्टाध्यायी इति यत् पुस्तकम् इति यत् ग्रन्थम् अस्ति, तत्र तु अष्ट अध्यायः अस्ति. प्रत्येकम् अध्याये चत्वारः पादाः सन्ति, वयं जानीमः. तत्र प्रथम अध्यायस्य प्रथमपादात् आरभ्य अष्टम अध्यायस्य प्रथमपादपर्यन्तं सपादसप्ताध्यायी इति तस्य नाम, तस्य नाम अस्ति सपादसप्ताध्यायी. अस्तु, अष्टम अध्यायस्य द्वितीयपादात् आरभ्य अष्टम अध्यायस्य चतुर्थपादपर्यन्तम् अन्तपर्यन्तं त्रिपादी इति तस्य नाम अस्ति. अतः विभजनद्वयमस्ति, अष्टाध्यायाः भागद्वयमस्ति. सपादसप्ताध्यायी, सपादसप्ताध्यायी इत्युक्ते प्रथम अध्यायस्य प्रथमपादात् आरभ्य अष्टम अध्यायस्य प्रथमपादस्य अन्तपर्यन्तं सपादसप्ताध्यायी. अष्टम अध्यायस्य द्वितीयपादस्य प्रथमसूत्रात् आरभ्य अन्तपर्यन्तम्, अष्टम अध्यायस्य चतुर्थपादात् अन्तपर्यन्तं त्रिपादी इति तस्य नाम अस्ति. एतद्विषये अस्मिन् द्वितीयकरपत्रे आगच्छति, अतः एव अहं वदामि. अनन्तरं यत् सूत्रसङ्ख्या वयं पश्यामः अस्मिन् अष्टाध्यायी इति पुस्तके, तस्य महत्त्वम् अस्ति. किं तस्य सूत्रसङ्ख्यायाः महत्त्वं, किमर्थं पाणिनिना एतादृशं रचितवान्, किमर्थं तस्य सूत्रसङ्ख्या अस्ति, किमर्थं सः प्रथम अध्याये किमपि स्थापितवान्, अष्टम अध्याये किमपि अन्यत् सूत्रं किमर्थं तत्र स्थापितवान् इत्यस्य महत्त्वं सर्वम् एतद् करपत्रे अस्ति. अतः किञ्चित् चिन्तनं कुर्वन्तु, अनन्तरं वयम् अग्रिमसप्ताहे अस्मिन् विषये विस्तृतरूपेण पठामः. प्रश्नः अस्ति वा भगिनि? हल् सन्धि अस्ति खलु, हल् सन्धि एतत् सर्वे त्रिपादी सूत्रे, त्रिपादी इति अस्ति आदि आगच्छति. सुवागमः, कुत्वं, षत्वं, जस्यं, सत्वम्, अनुस्वारः, यमुडागमः, एतत् सर्वं हल्सन्धि मध्ये आगच्छति. हल्सन्धि त्रिपादी इति अष्टाध्यायी, भवत्याः एतदेव उक्तं खलु, अष्टाध्यायी द्विपादे चतुर्पादपर्यन्तं हल् सन्धि एव आगच्छति. आम् आं भगिनि, अस्तु भगिनि, धन्यवादः. प्रश्नाः सन्ति वा, समापयामः वा? धन्यवादः इति वदने आम्.